येनाक्षरसमानायम् अधिगम्य महेश्वरात् कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनीये नमः। वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम्। नत्वा सरस्वतीम् देवीम् शुद्धाम् गुण्याम् करोम्यहम् पाणिनीयप्रवेशाय लघुसिद्धान्त कौमुदीम्। हरिः ओम् श्रीगुरुभ्यो नमः। उत्तमम्, अस्तु। इदानीम् अत्र झटिति गन्तव्यं चेत् गन्तुं शक्नुमः, परन्तु एतत्तु आरम्भकालवर्गः तीतः अन्ति इति, परन्तु अत्र तिक्तस् जी एव अस्ति सन्ति। अत्र पूर्णतया मनसि स्थापनार्थम् एतत् पुनरपि पुनरपि पठितव्यमेव। अतः तिप्तस् जि इत्यस्ति इति अत्र सन्ति, परन्तु अत्र तीतः अन्ति एव अस्ति। तीतः अन्ति कथम् आगच्छति इति पुनरपि पश्येम। इदानीम् अञ्जना भगिनी, तिप्तस् जि इति अस्ति, परन्तु एतत्तु परिवर्तनम् अभवत् तीतः अन्ति। केन सूत्रेण अत्र परिवर्तनम् अभवत्? तीतः अन्ति प्रथमपुरुष एकवचनं, द्विवचनं, बहुवचनं, कृपया वदतु। इप् अलन्त तस्य लोप इत्यनेन इप् पकारस्य लोपः भवति, पकारस्य लोपः भवति तस् सा। इदानीं ति एव तिष्ठति, एतत्तु प्रथमपुरुषे एकवचनम् अभवत्, एकवचनं पूर्णतया अभवत्। उत्तमम्, उत्तमम्। इदानीं तस् तस् अलन्त्यं तस्य लोप इत्यनेन किं किं किं भवती सम्यक्तया जानाति ना विभक्तो तु स्मः इत्यनेन सकारः लोपः भवति। लोपः भवति वा? नै नै न, सकारः तिष्ठति। ससजुषो रुः का कर अवसानो विसर्जनीय इत्यादि सूत्रेण सः परिपूर्णतया भवति। उत्तमम्, अस्तु। इदानीं जि अस्ति, जि किम् अभवत्? जोन्तः जि जोन्तः इत्यनेन अन्तः भवति जि जोन्तः जि न प्रक्रिया प्रथमतया किम् अभवत्? महालक्ष्मी आम् प्रथमतया अन्ति जि इज् योगः इ। उत्तमम्, एतदेव प्रथमकार्यम्, इज् योगः इ प्रथमकार्यम्। अनन्तरं अन्त् आदेशः, अन्त एव अन्ति भवति। अन्त आदेशः कुत्र भवति? एतत् एव मया पाठितं वा? न विभक्तो जोन्तः इत्यनेन अन्त एव भवति जी स्थाने, जोन्तः सूत्रेण अन्त् आदेशः पूर्णतया भवति। तादृशमेव वक्तव्यम्, बहुवारं मया उक्तं, पुनरपि एतत् एव पाठः अचलत्। मनसि स्थापयतु, कुत्रापि न लिखितं वा? इति अस्ति प्रथमपङ्क्तिः, किं भवति? इज् योगः इ भवति, एतत् प्रथमकार्यम्। इदानीं जकारः भवति, जकारस्य स्थाने ज्योन्तः इति सूत्रेण अन्त् आदेशः पूर्णतया अभवत्। इदानीम् अन्त् योगः इ, अनन्तरं किम् अभवत्? अन्त्येव तिष्ठति, अन्ति इति भवति, अन्ति अन्त मेलनेन अन्ति भवति। उत्तमं, तावदेव। इदानीं समीचीनतया प्रथमपङ्क्तिः तिप्तस् जी इति भवति, परन्तु अत्र पूर्णतया तीतः अन्ति एव परिवर्तनम् अभवत्। इदानीं क्लेशः भवति वा? समीचीनतया अहं जानामि इति मत्वा वयम् अग्रे गच्छेम। इदानीं शान्ता भगिनी, सीतः त इति भवति, पूर्णं मूलप्रत्ययं किम् आसीत्? मूलप्रत्ययं किम्? मूलप्रत्ययम् एतदेव, झटिति वदतु शान्ता भगिनी। अनन्तलक्ष्मी वदतु मूलप्रत्ययं एवमेव। इदानीम् अत्र परिवर्तनं किं किम् अभवत्, सूत्रं किम् अभवत् अन्तलक्ष्मी? सिप् मध्ये पकारः हलन्त्यं तसिलोपः अपगच्छ इत् भवति, सि एव तिष्ठति, सि सि मध्ये कुच् परिणामं नास्ति। दः धस् धस् सकारः न विभक्तौ तु स्मः इति सूत्रेण न इत् भवति, ससजुषो रुः सकारः न इत् भवति, सकारस्य स्थाने ससजुषो रुः करवसानयोर्विसर्गस्य इति सूत्रेण विसर्गः आदेशः भवति। अतः धः इति रूपं, सेकेण्ड् इति रूपं निष्पन्नम्। अनन्तरं सा कुछ परिवर्तनं किमपि नास्ति, अतः तदेव तिष्ठतु, तदेव तिष्ठतु। उत्तमम्। एतत् मध्यम पुरुष एकवचनं द्विवचनं बहुवचनम् अभवत्। इदानीम् अत्र शान्ता भगिनी अस्ति वा? उत्तमपुरुष एकवचनं द्विवचनं बहुवचनं किम् आसीत्? शान्ता भगिनी अस्ति वा? अस्तु, गोदम्माल् वदतु। एकवचनं तेरे उत्तमपुरुषे एकवचनं किं भवति अत्र? नीलवर्णः पश्यतु, मिप्पे फस्त् मस् एतदेव किम् अस्ति, मूलप्रत्ययम् अस्ति। इदानीम् अत्र किम् अभवत्? मीवहमः केन सूत्रेण अभवत्? शान्ता भगिनी अस्ति वा नास्ति वा? अस्तु, अञ्जना वदतु, मी वहमः केन सूत्रेण? मिप् मूलप्रत्ययं अलङ्क्यन्तस्थलोप इत्यनेन पकारलोपः भवति मि एव तिष्ठति परिपूर्णतया वस् मूलप्रत्ययं सकार नाविभक्तो तुस्माः इत्यनेन सकार स्थाने पर अवसानो विसर्जनीय सकारः न विभक्तो तुस्माः इत्यनेन सकारः न लोपः भवति तिष्ठति सकारस्थाने कर अवसान विसर्जनीय ससजुषोरुः ससजुषोरुः कर अवसान इत्यनेन ऋत्वं भवति ऋक्तं ससजुषोरुः इत्यनेन ऋक्तं भवति कर अवसान विसर्जने इत्यनेन वः वः भव तिष्ठति मस् इति भवति मस् इति भवति मस् सकारः नाविभक्तो तुस्मः इत्यनेन सकारः तिष्ठति सकारः इत् न भवति एतदेव बहु मुख्यमस्ति इत् न भवति सकारस्थाने करावसान विसर्जनीय न प्रथमं ससजुषोरुः प्रथम ससजुषोरुः इत्यनेन ऋत्वं भवति करावसान विसर्जने इत्यनेन विसर्गः भवति महा परिपूर्णतया भवति आहत्य मी वहमः गच्छ मी वहमः परिपूर्णतया तिष्ठति उत्तमम् आहत्य आहत्य इति अस्ति अस्तु इदानीम् अत्र मूलप्रत्ययं किम् आसीत् परिवर्तनं किं किम् अभवत् इति वयं समीचीनतया सम्यक्तया अवगम्यते खलु प्रश्नः उदेति वा अत्र किञ्चित् क्लेशः अस्ति वा अस्ति चेत् इदानीमेव पृच्छतु अनन्तरमेव अहम् अग्रे गच्छामि समीचीनतया मनसि तिष्ठति अतः वयम् अग्रे गच्छेम गच्छेम वा न वा अग्रे गच्छेम उत्तमम् इदानीम् अत्र आत्मनेपदिनः परस्मैपदिनः अभवत् एव इदानीम् आत्मनेपदिनः किम् अभवत् चेत् किम् अभवत् अन्तलक्ष्मी पठतु आत्मनेपदि धातूनां मूलतिङ्प्रत्ययः ता आदां च धास् आधां ध्वम् इडुवहि महि इदानीमत्र तीतः अन्तिर् अस्ति आत्मनेपदिनः परन्तु अत्र ता एव अस्ति आथां ज धास् आथां ध्वम् इडुवहि महिङ् इति अस्ति एषां भवती एव पठतु येषां नाम तिङ् तिङ् यतोहि तिप् इत्यस्य तिं तिप् इत्यस्य एतत् वयं जानीमः तिङ् एकनिमिषम् एकनिमिषं तिप् तस्जि सिप् तस्थ मिप् मस् अस्ति प्रथमम् अत्र परस्मैपदी तिप् अस्ति अतः ति अस्ति अनन्तरम् आत्मनेपदिनः ता आतां झ ता सातां द्वम् इडुवहि महिङ् अस्ति महिङ् इत्यस्य ञकारः श्रूयते अतः अन्ततो कृत्वा तिङ् इति वयं स्वीकुर्मः सर्वे जानन्ति एव अत्र अनन्तरम् अत्र किम् अस्ति अष्टादशसिद्धप्रत्ययाः सन्ति आत्मनेपदिनः नव परस्मैपदिनः नव इदानीं किम् अवधेयम् एतत् भवती पठतु अवधेयम् यत् अङ्गं द्विविधाः द्विविधा अदन्तम् अनदन्तं च तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा अदन्तङ्गानां कृते सिद्धप्रत्ययाः भवन्ति तेभ्यः अनदन्तङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित् भिन्नाः द्वयोः मध्ये बहुत्र साम्यम् अस्ति कुत्रचित् एव भेदः अधुना अस्माकम् अवधानम् अदन्तङ्गानां सिद्ध तिङ् प्रत्ययेषु अस्ति इदानीम् अत्र अदन्तम् अनदन्तम् इति अस्ति अदन्तम् अनदन्तम् अदन्तमित्युक्ते किम् अन्तलक्ष्मी बहुवारं मया उक्तं बहुवारं मया उक्तम् अदन्तम् इत्युक्ते किं कोऽपि अत्येव अङ्गम् अन्ते किं श्रूयते अकार एव श्रूयते अकार अत्येव अन्तं श्रूयते अतः अक् आ एव श्रूयते तकारः इति भवति आ एव श्रूयते राम इति शब्दं बहुवारं मया उक्तम् एतदेव अदन्तम् इदानीम् अनदन्तम् इत्युक्ते किम् अकारः न श्रूयते तावदेव अकारः न श्रूयते एव इदानीम् अदन्तानाम् अदन्त अङ्गानां सिद्ध तिङ् प्रत्ययेषु अस्ति पश्यामि एतत् विषये इदानीं गोदामल् पठतु एतावता यादृशी कार्यशैली वर्णिता सा अत्यन्तं शक्तिशालिनी अङ्गसाधयतु अङ्गयन्त्रेगारे तदा तिङ् प्रत्ययं साधयतु प्रत्यययन्त्रागारे तदा द्वयं मेलयतु इवेवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रगारं भवतु यथा लट्लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु तदा सिद्धप्रत्ययैः सह मेलयतु एवं रीत्या लट्लकारे कस्यचिदपि नैपुण्यं भविष्यति एव अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं परस्मैपदी लट् लकारस्य तदा परस्मैपदी लोट् लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्षयामः हलो द्रक्ष्यामः द्रक्ष्यामः लकारः किं द्रक्ष्यामः कोऽपि उत्तमकारः अनन्तरम् उत्तमपुरुष बहुवचनं उत्तमं उत्तमपुरुष बहुवचनम् इदानीमत्र एतावता यादृशी कार्यशैली वर्णिता सा अत्यन्तं शक्तिशालिनी अङ्गं साधयतु अङ्गयन्त्रगारे अत्र यन्त्रगारे किं किं भवति अत्र टयर् किमपि भवति अनन्तरं स्टीरिङ्ग् व्हील् कुत्रापि भवति अनन्तरं फ्रण्ट् पोर्शन् कुत्रापि भवति एतत् पृथक् पृथक्तया यन्त्रगारे भवन्ति तदेव अत्र टिप् अस्ति तत्र पकारः हलन्त्यन्तस्य लोपः इत्यनेन इत् भवति कुत्रापि भवति अनन्तरं तः भवति न विभक्तौ तुस्मः इत्यनेन सकारस्य इत् न भवति कुत्रापि भवति यदा यन्त्रकारे यत्र कुत्रापि तिष्ठति तदेव अत्र सूत्राणि अपि कुत्रापि सन्ति इदानीं प्रत्यय अन्तगारे अन्तगारे प्रत्ययन्त्रगारे इदानीं यन्त्रगारे किं फ्याक्ट्रि मध्ये अस्ति कार्यालये भवति कार्यालये अपि अड्मिन् डिपार्ट्मेण्ट् अस्ति अनन्तरं धनविषये किमपि विभागः भवन्ति तदेव अत्र प्रत्यययन्त्रगारे प्रत्ययं किम् अस्ति अत्र तिप्तस्जि सिप्तस्त मिपुवस्मस् इति परस्मैपदिनः कति सन्ति झटिति वदन्ति सर्वे जानन्ति नव इदानीम् आत्मनेपदिनः कति सन्ति प्रत्ययन्त्रगारे यन्त्रगारे प्रत्ययन्त्रगारे नव नव परस्मैपदिनः नव आत्मनेपदिनः नव तथा द्वयं मेलयतु अत्र द्वयमस्ति मेलयतु इदानीम् अष्टादश उत्तमम् एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रकारं भवतु इदानीम् अत्र लट्लकारविषये एव वयं दृष्टवन्तः लोट् ऋङ् विधिलिङ्ग् आशीर्लिङ्ग् अनन्तरं किं बहवः दशगणाः सन्ति खलु एकैकस्य लकारस्य कृते स्वयं यन्त्रकारं भवतु भवतु इति कुत्र भवति लोट् तथैव वक्तव्यं वा लोट् एव वा एकवचनं भवतु यथा लट्लकारे सर्वेषां द्विसहस्रस्य सहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु द्विसहस्रं द्विसहस्रं 2000 अय्यो तिप्तस्ति सिप्तस्त मिपुवस्मस् अपि अस्माकं कृते क्लेशः भवति अत्र तु परस्मैपदिनः एव द्विसहस्रं वा भवति भवतः भवन्ति भवसि भवतः भवतः भवामि भवावः भवामः भवतु भवतां भवन्तु भवसि भवतः भवतं भवत् भवानि भवाव भवाम एतत् अस्ति वा अत्रापि सूत्राणि सन्ति वा क्लेशः मास्तु अस्माकं कृते अनन्तरं नोट् पेन्सिल् आसीत् अनन्तरं लेखनी पेन्सिल् मध्ये पेन् आगच्छति अनन्तरं कम्प्यूटर् आगच्छति एतत् क्रमेण एव गच्छति झटिति वयं ज्ञातुं न शक्नुमः सर्वत्र रटनं अभ्यासं कार्यं करणीयमेव इदानीमत्र द्विसहस्रं धातूनाम् अङ्गं क्रमेण निर्मातु तदा सिद्धप्रत्ययैः सिद्धप्रत्ययैः सह मेलयतु. एवं रीत्या लट्लकारे कस्यचित् अपि नैपुण्यं भविष्यति एव, अनन्तरमेव नैपुण्यं भवति. नैपुण्यं किं भवति अत्र पदं किं, नैपुण्यम् इत्यस्य पदं किं सर्वे जानन्ति एव, झटिति वदतु. नै तत्पुरुषसमासः, नैपुण्यमन्न नैपुण्यम् इत्युक्ते किं, स्किल्, निपुणता, स्किल्. संस्कृते वदतु. हा उत्तमम् उत्तमं वदतु. सः निपुणः अस्ति. निपुणस्य भावः एव नैपुण्यं, भावः नैपुण्यम् इति भवति, अनन्तरमेव नैपुण्यं भवति. इदानीमत्र अहं जानामि सीतः अन्ति, सीतः त मी वहमः, अतः तत्र अहं जानामि भव इति धातुः अस्ति चेत्, अत्र भू इति धातुः अस्ति चेत् अत्र क्रमेण भवति, भवतः, भवन्ति, भवसि, भवतः, भवत, भवा, भवामि, भवावः, भवामः, अहं जानामि इति उक्त्वा भवति इत्यस्य किं किं कार्यम् अभवत् कोऽपि वक्तुं शक्यते वा? बहुवारं मया उक्तं, सर्वे जानन्ति एव. प्रथमं किम् आसीत्, अहं प्रयत्नं करोमि वा, भूसतायम् इति धातु अस्ति, भू भू भू इति धातु स्वीकृत्य भव भवति, केन योजनया ति इति योजनेन भवति इति भवति. न न न न न एतत् क्रमः नास्ति, अन्य कोऽपि भू इत्येव अस्ति, भव कथम् आगच्छति अत्र, कार्याणि सन्ति खलु. क्रमेण वदतु. भूसतायां कर्तरी लट्लकार परस्मैपदी प्रथमपुरुष एकवचनं भवति. बहु उत्तमं, बहु उत्तमम् अस्ति, सन्तुष्टा अस्मि. वदतु, अग्रे वदतु. तस्य प्रक्रिया भूसतायां भू भुवादयः धातवः भूयोगः लट् उपदेशे अजननासिक सूत्रेण शेषात् कर्तरि परस्मैपदि भूयोगः तिप् तिप्तस्ति इति परस्मैपति यद् भूयोगः शप् योगः ति भो भवति. भो सार्वधातुक अर्धधातुकयोः इति भो भवति. भौ योगः अयोगः ति यचो याव यावः इत्यनेन भौ भवति. ति योजनेन, ति योजनेन भवति इति अन्तिमरूपं निष्पन्नम् अन्तिमरूपं. बहु उत्तमं, बहु उत्तमम्. इदानीम् अत्र ति इति किं वक्तव्यम्? विवक्षा अस्ति खलु, विवक्षा अत्र नव सन्ति खलु, सीतः अन्ति, सीतः त मी वहमः इति नव सन्ति. परन्तु अत्र तिप् इति प्रथमपुरुष एकवचनविवक्ष अस्ति, अतः एव अत्र वयं स्वीकृतवन्तः. इदानीं भवति इति अन्ततो गत्वा भवति, भू भवति इति नास्ति. शान्ता भगिनी, क्रमः भवति अत्र कुत्रापि, अत्र शप् इति अस्ति, कर्तरि कर्तरि शप्. अत्र त्रिशप् मध्ये किं किम् अभवत् सूत्राणि, महालक्ष्मी एव वदतु. उपदेशे अजननासिक हलन्त्यं तस्य लोपः, एतत् नास्ति अत्र. हलन्त्यं तस्य लोपः, हलन्त्यं लशकृ इत्यनेन शकारस्य इत् भवति, अनन्तरं पकारः हलन्त्यं तस्य लोपः इत्यनेन इति भवति. शकार उत्तरवर्ति अकारः अतः अतः भो इति प्रथमम् अत्र भूयोगः आयोगवती इदानीं क्रमेण समीचीनतया उक्तवती एव सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अतः तत्र भो भवति एचोयवायावः कुत्रापि अत्र उक्तवन्तः यचोयवायावः यचो एक एकार ए इति तमिळ् भाषायाम् अस्ति परन्तु अत्र संस्कृतभाषायां ए एव अस्ति ह्रस्वः नास्ति अतः तत्र कति संख्या भवति ह्रस्वः दीर्घः पुलुतः अस्ति चेत् अत्र कति संख्या भवति झटिति वदतु सर्वे जानन्ति एव त्रयोदश वयं पूर्वं दृष्टवन्तः खलु मोत्तमो इल्ल 25 अडिवङ्गुतः षड् आहत्य द्वाविंशति अष्टादश मूनार् पदिनेट् दाने द्वाविंशति एङ्गन्ति वरं मम पुनरेकवारं वदतु मा अहं लिखामि सर्वे जानन्ति एव ह्रस्वः षड् पूर्वम् ह्रस्वः पञ्च एव दीर्घः अष्टः अय्यो किं किम् अभवत् अत्र वयं पूर्वं दृष्टवन्तः खलु अत्र अनुनासिकवर्णाः अननुनासिकवर्णाः इति सन्ति अत्र ह्रस्वः षड् भवन्ति अनन्तरम् अत्र दीर्घः षड् भवन्ति प्लुतः षड् भवन्ति आहत्य अष्टादश भवन्ति यत्र ह्रस्वः नास्ति अत्र कति संख्या द्वादश उत्तमं द्वादश एव तदेव अत्र ओ एव भवति ओ ओ इति तमिळ् भाषायाम् अस्ति ओ एव अस्ति अतः तत्र अपि कति संख्या भवन्ति महालक्ष्मी द्वादश सर्वे जानन्ति विस्मृतवन्तः अतः एव अहं वदामि एतत् अहं पुनरपि प्रेषयिष्यामि ग्रूप् मध्ये पश्यतु अत्र अनुनासिकवर्णाः अननुनासिकवर्णाः ह्रस्वः प्लुतः दीर्घः एतत् सर्वाणि अभवत् एव पूर्वम् अभवत् अहं किमपि न शृणोमि मनसि अपि न स्थापयामि द्वाविंशतिः उपसर्गः किमर्थम् अत्र क्लेशः अस्तु इदानीं पश्यतु अत्र एतत् सर्वं जानन्ति चेत् नैपुण्यं भवति अस्मिन् करपत्रे मूलप्रत्ययाः कथं परस्मैपदी लट् लकारस्य तथा परस्मैपदी लोट् लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः लट् विषये अभवत् लोट् विषये इदानीम् अत्र किं किं भवति इति शान्ता भगिनी पठतु अस्य कार्यस्य कृते इत् संज्ञविज्ञानम् आवश्यकम् पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत्संज्ञाविधायकसूत्राणि स्थापितानि इत् संज्ञाप्रकरणे तानि इत्संज्ञाविधायकसूत्राणि षट् सन्ति एकेन सूत्रेण इत्संज्ञा निषिध्यते अन्ते च अपरेण सूत्रेण इत्संज्ञा अंशः लुप्यते सम्प्रति येषु अष्टसु सूत्रेषु सूत्रत्रयं अपेक्षते. अस्य कार्यस्य कृते इत् संज्ञाविधानम् आवश्यकं खलु. इत् संज्ञाविधायकं हलन्त्यं तस्य लोपः न विभक्तौ तु स्मः इति अभवत्. इदानीं पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत् संज्ञाविधायकसूत्राणि स्थापितानि. पूर्वं वयं दृष्टवन्तः अदर्शनं लोपः न विभक्तौ तु स्मः हलन्त्यं तस्य लोपः इति क्रमेण भवन्ति एव. अत्र पश्यतु हलन्त्यं तस्य लोपः न विभक्तौ तु स्मः, अनन्तरं ससजुषोरुः विरामो अवसानम् इति भवति. करावसानयोर्विसर्जनीयः ज्योन्तः इति अत्र क्रमेण वयं पठितवन्तः. इदानीम् अत्र पश्यतु भिन्नभिन्नरूपेण अत्र पाणिनिना दत्तमेव. तानि इत्संज्ञाविधायकं सूत्राणि षड् सन्ति. एकेन सूत्रेण इत्संज्ञा निषिध्यते. एकेन सूत्रेण इत्संज्ञा निषिध्यते. किं सूत्रमत्र? अनन्तं तस्य लोपः. अन्य कोऽपि? एकेन सूत्रेण अत्रैव उत्तरमस्ति. एकेन सूत्रेण इत् संज्ञा न भवति. सर्वे जानन्ति एव अस्य लोपः. अस्य लोपः इत् भवति एव. अलङ्गीम् इत् भवति एव. कोऽपि न जानन्ति वा? एकेन सूत्रेण इत् संज्ञा निषिध्यते. किं सूत्रम्? जानन्ति एव. वदतु. तस्य लोपः खलु. तस्य लोपः एव भवति शान्त. अत्र जाता तस्य लोपः भवति इति प्रथमं शृणोतु. तस्य लोपः लोपः एव भवति. अनन्तरम् अत्र एकेन सूत्रेण इत् संज्ञा निषिध्यते इति न भवति. इदानीमेव भवन्तः उक्तवन्तः न विभक्तौ स्मः इति न भवति. सकारः इति न भवति. एकेन सूत्रेण इत् संज्ञा निषिध्यते. अत्रैव उत्तरमस्ति. किमर्थम् अत्र मनसि न स्थापितवन्तः? एकैकं पङ्क्तिः स्वीकृत्य अर्थं वक्तव्यमेव. एकेन सूत्रेण इत् संज्ञा निषिध्यते. अत्रैव उत्तरं भवति. किं भवति? न विभक्तौ तु स्मः. हा, न विभक्तौ तु स्मः इति. अन्ते च अपरेण सूत्रेण इत् संज्ञकः भवति. अंशः लभ्यते. किं लुप्यते? न विभक्तौ तु स्मः. एतत् सः लोपः इति संज्ञा भवति एव. सम्प्रति अधुना, सम्प्रति इत्युक्ते अधुना. येषु अष्टसु सूत्रेषु सूत्रत्रयम् अपेक्षते. शृणोति वा? समीचीनतया. एको नास्ति खलु? एको नास्ति खलु? नास्ति नास्ति. इदानीम् अत्र हलन्त्यमिति सूत्रमस्ति अत्र अञ्जना पठतु अञ्जना नास्ति अत्र शान्ता भगिनी पठतु अनन्तम् उपदेश उपदेशम् अन्त्यम् हलित् स्यात् अनेन यस्य कस्यापि अंशस्य अन्ते हल् वर्णः भवति तस्य हल् वर्णस्य इत्संज्ञा भवति धातोः अन्ते वा प्रत्ययस्य अन्ते वा द्वयोरपि अन्ते हलः इत्संज्ञा भवति द्वयोरपि अन्ते हल् संज्ञा हलः अलः इत्संज्ञा भवति यथा शप् इत्यस्मिन् प् इत्यस्य इत्संज्ञा निच् इत्यस्मिन् च ऋकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृकृक इत्यस्य लोपः सर्वे जानन्ति एव. इदानीं हलन्त्यम् इति अस्ति चेत् उपदेश अवस्थायां हल् इति हल् इत् स्यात् अन्तिमवर्णः इत्येव ऐ उन् ऋ लुक् ए ओङ् ऐ उच् हय वरट् लन् जनानन्यमङ् जवै गडदेश् जवगडदेश् कपै छटत छटतौ कपै शशश हल् इति भवति. अत्र अन्तिमवर्णः इत् भवति केन सूत्रेण? केन सूत्रेण अन्तिमवर्णः इत् भवति? आदिरन्त्ये हलन्त्यम् इत्यनेन एव इदानीम् एतदेव पठितवन्तः खलु. प्राधान्यम् अस्ति अत्र हलन्त्यम् इति सूत्रेण एव. अत्र माघेश्वराणि विषयाणि एकं प्रसिद्धसूत्रमस्ति तद् वदतु इति इति उक्तं चेत् तत् समये एव आदिरन्तेन सहेता इति वक्तव्यम्. अन्तलक्ष्मी भवती एव उक्तवती खलु, सर्वत्र हलन्त्यम् इत्यनेनैव इत् भवति. अत्रैव दत्तं खलु उपदेशे अन्त्यं हल् इत् स्यात् अत्र पश्यतु हलित् हलित् इत्युक्ते किं शान्ता? पृथक् करोतु. हल् इत् तावदेव हलित् हल् इत् हल् इत् अन्तिमवर्णः हल् केन सूत्रेण इत् भवति? अत्रैव अस्ति अत्रैव उत्तरमस्ति. अलन्त्यमिति सूत्रेण अन्तिमवर्णस्य हल् वर्णस्य इत् भवति. हल् वर्णः भवति, हल् वर्णस्य इत् संज्ञा भवति. धातोः अन्ते वा प्रत्यय अन्ते वा, धातोः अन्ते वा प्रत्ययः अन्ते वा द्वयोः अपि द्वयोः अपि इत् संज्ञा भवति. यथा शप् इत्यस्मिन् पकारः इत् संज्ञा भवति हलन्त्यम् इत्यनेन. अनन्तरं निच् अस्ति, निच् मध्ये चकारः हलन्त्यम् इत्यनेन इत् भवति. लुक्रुञ् डुक्रीं स्वीकुर्मः चेत् अत्र ञकारः इत् भवति. डु केन सूत्रेण इट् भवति? उत्तमम्. आदिनुटुडवः इत्यनेन इत् भवति. इत्यस्मिन् ञकारः. अनन्तरं ष्यन् मध्ये ष्यन् किं गणः किं ष्यन् झटिति वदतु, सर्वे जानन्ति एव. शन् कुत्र भवति? कुत्र भवति? द्वित्वं कुत्र भवति? सर्वे जानन्ति एव, परन्तु किमर्थम् अत्र म्यूट् मध्ये तिष्ठति? क्लू, द्वित्वं कुत्र भवति? जुहोत्यादिगणे भवति खलु? ददातु, ददाति. आमाम्, द्वित्वम् अत्रैव भवति, ददाति, जुहोत्यादिगणे भवति. चन्न स्वादिगणे भवन्ति. अत्र रटनं भवितव्यं. चन्न यन्द गणम् नालावद् दिवादिगणे. दिवादिगणे एतत् पूर्वम् एतत् विषये वयं पठितवन्तः. एतत् मनसि स्थापनीयमेव. पठतु महालक्ष्मी, पठतु. आम्, भुवादिगणो भुवादिगणः शप्, अदादिगणः नास्ति शप् लोपः नास्ति, ज्योत्यादिगणः नास्ति शप् लोपः नास्ति, द्विवादिगणः. अय्यो स्क्रीन् पीडितम्, एकनिमिषम् ग्रूप् मध्ये प्रेषयिष्यामि. अत्र किमर्थम् अत्र एतत् विस्मृतवन्तः इति अहं न जानामि. टु वन् सा टु, टु टु सार् फोर्, टेन्त् इदानीं टेन्त् गतवन्तः, पुनरपि टु वन् सा टु पठितव्यं वा? अभ्यासं कुर्मः, अभ्यासं कुर्मः. अभ्यासं करणीयमेव. झटिति वक्तव्यं, सन् इति दिवादिगणे भवन्ति. एकनिमिषम्, अत्र कुत्र भवति? अहं चित्रं स्वीकरोमि मम ग्रूप् मध्ये प्रेषयिष्यामि. स्थापय. अस्तु अस्तु, उत्तमं, चित्रं स्वीकरोतु, ग्रूप् मध्ये स्थापयतु. अस्तु, इदानीं दिवादिगणे जुहोत्यादिगणे अत्र शप् नास्ति, आदादिगणे शप् नास्ति. बहु समीचीनमस्ति, किमपि नास्ति एव कार्यं. बहु सन्तुष्टः, सन्तुष्टाः सन्ति. अनन्तरम् अत्र द्वादिगणे शप् अस्ति, आ एव तिष्ठति. अदादिगणे किमपि नास्ति, जुहोत्यादि किमपि नास्ति, परन्तु अत्र शप् बाधित्वा, शप् बाधित्वा जुहोत्यादिगणे किं भवति? स्लौ इति सूत्रेण द्वित्वं भवति, अतः एव ददाति भवति. भिक्षां देहि, दकारः. इदानीम् अत्र दिवादिगणे किं भवति? चन्न, चन्न भवति. यकारः एव तिष्ठति अत्र, नकारः लुप्यते. अनन्तरं स्वादिगणे स्नु एव भवति, उकारस्य स्थाने ओकारः भवति. केन सूत्रेण? झटिति वदतु, सर्वे जानन्ति एव. सार्धधातुकयोः. अनन्तरं तुदादिगणे शा एव तिष्ठति. शा अस्ति चेत् अत्र अकारः एव तिष्ठति. ओ, एतदपि भुवादिगणे इति अस्ति इति अत्रापि गुणः भवति वा? न भवति. अत्र वयं पूर्वं दृष्टवन्तः, आरम्भकाले सुदादिगणे सुदति एव भवति, सोदति इति अनिष्टरूपम्. अन्तलक्ष्मी जानाति खलु? आरम्भकाले वयं पठितवन्तः एतत्. आरम्भकालवर्गः एव, आरम्भकालवर्गः एव तुदादिगणे. अनन्तरं रुदादिगणे श्नं भवति, नकार एव तिष्ठति. अनन्तरं तनादिगणः उ अस्ति चेत् अत्र सार्वधातुक अर्धधातुको इत्यनेन ओकारः भवति. क्रयादिगणे स्ना भवति. अनन्तरं शुरादिगणे शप् भवति, निच्यपि भवति. अत्र भवति भवति भावयति इति भवति, पठामि पाठयामि इति निच्छु भवति, अहं पाठयामि निच्छु भवति. अहं महालक्ष्मी कृते एतत् विकर्णप्रत्ययस्य विषये मूलरूपं किम् अभवत् इति अहं पाठयामि, निश्चय अहं पठामि. शप् चुरादिगणे अत्र द्वौ स्तः एतत् चित्रं स्वीकृतं खलु महालक्ष्मी? आम् मत. ग्रूप् मध्ये स्थापयतु. प्रेषयिष्यामि. अस्तु, इदानीं पुनः पाठयिष्यामि कूड इदं वरुम पाठयामि पाठयिष्यामि. आम् करेक्ट्, उत्तमम्. एतदपि लृट् लकारः, दशलकारः सन्ति खलु? आम् मत. दशलकारः सन्ति, अतः तत्र पाठयिष्यामि. अनन्तरम् अत्र पाठयिष्यति, एतत् सर्वम् अत्रैव भवति. अत्र सूत्राणि सन्ति. किम् अत्र भवति? तिङ् प्रत्ययानां सिद्धिः. इदानीम् अत्र हलन्त्यं पठितवन्तः, इदानीं तस्य लोपः. शान्ता भगिनी पठतु. शान्ता अस्ति वा? अन्तलक्ष्मी पठतु. तस्य लोपः यस्य इत्संज्ञा जाता तस्य लोपः भवति. यथा चप् प्रत्यये पकारस्य इत्संज्ञा लोपः च. शान्ता अस्ति वा? शान्ता अस्ति वा नास्ति वा? द्वारकनाथ रेड्डि. नमस्ते भगिनि. नमस्कारः. अत्र तस्य लोपः इति भवति, अत्र इत् संज्ञा इति भवति वा? आम् भगिनि. उत्तमम्. हलन्त्यम् इति भवति, अत्र अन्तिमवर्णस्य इत् भवति वा? आम् भवति, निश्चयेन भवति. इदानीम् अत्र शान्ता भगिनी अस्ति वा नास्ति वा? अहं न जानामि. एकनिमिषम्, अहम् अन्येषां कृते पृष्टवती. अत्र शान्ता भगिनी, अत्र नाम एव तिष्ठति, मनुष्यः न तिष्ठति. शान्ता अस्ति वा नास्ति वा? अस्तु, अत्र तस्याः कृते शान्ता अस्ति वा? गतवती वा? शान्ता अस्ति खलु? वदतु, शान्ता अस्ति वा नास्ति वा? भवत्याः अत्र हलन्त्यं तस्य लोपः इति सूत्रं किं भवति? अन्तिमवर्णः किं भवति? अन्य कोऽपि? इत् भवति. इत् भवति. इदानीम् अन्यसूत्रमपि अस्ति, न विभक्तौ तु स्मः, इत्यनेन किं भवति? निषेधकसूत्रमस्ति. अत्र इत् न भवति, सकारः इत् न भवति. न विभक्तौ तुस्माः तु इत्यस्य कति वर्णाः सन्ति? झटिति वदतु. पञ्चवर्णाः, कुचिट् तुपु, पञ्चवर्णाः सन्ति तु मध्ये. सकारः, अनन्तरं मकारः, मकारः मस् खलु. अत्र मकारस्य विषये सकारः इत् न भवति, एतत् सूत्रम् अत्र उक्तम्. इदानीं वयं समीचीनतया जानीमः परस्मैपदी धातूनां लट्लकारस्य तिङ् प्रत्ययः सिद्धिः सिप्तस्जि सिप्तस् निपुवस्मस् अस्ति चेत् अत्र तीतः अन्ति तीतः त मी वः मः इति सर्वे जानन्ति एव. अत्र क्लेशः भवति चेत् इदानीमेव पृच्छतु, इदानीमेव पृच्छतु. अस्तु, इदानीं द्वारकरेड्डि एतत् पठतु, टी पर्यन्तं पठतु, जि जि पर्यन्तं. तिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः, ति इति लट् प्रत्ययः निष्पन्नः, तस् न विभक्तौ तु स्माः इत्यनेन सकारः लोपः निषीध्यते. सषजुषोरुः इत्यनेन स स्थाने रु खरवसानयोः विसर्जनीयः, इत्यनेन रुस्थाने विसर्गः, तस् सा लोपः निषिध्यते. सस्थाने रु तरु रुस्थाने विसर्गः तः इति लट् प्रत्ययः निष्पन्नः. झि झि झि ग्नि ग्नि ग्नि झ ई झो अन्तः, झास्थाने अन्तः आदेशः, अन्तः ई अन्तः योग ई अन्ति इति लट् प्रत्ययः निष्पन्नः. सिप् तावदेव पर्याप्तम्. अत्र जि इति पुनरपि एकवारं पठतु महालक्ष्मी. अम्मत टिप् हलन्त्यं तस्य लोपः न शृणोतु, जि एव पठतु पुनरपि. जि जि जि जि इज् योगः इ जोन्तः, इज् स्थाने अन्त अन्त् आदेशः, अन्त् योगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः. इदानीमत्र क्लेशः भवति वा? सिप्तस्जि मध्ये सिप्तस्जि इति भवति, अत्र इदानीमत्र क्लेशः भवति वा? मूलप्रत्ययं किं, परिवर्तनं किं, समीचीनतया सर्वे अवगच्छति खलु? जि मूलमस्ति जि पृथक्तया करणीयमेव, जि पृथक्तया करणीयमेव. इज् योग इ खलु, इज् योगः इ, अनन्तरमेव मेलनेन जि भवति. इदानीं तत्र चतुर्थकारस्य स्थाने पूर्णतया किम् आदेशः भवति? कोऽपि आदेशः भवति वा? उत्तमं, जकारस्य स्थाने पूर्णतया अन्त आदेशः भवति. जकारः तु इज् योगः आ, अत्र अकारः पूर्वमेव अपगच्छति, इज् एव तिष्ठति. इज् योगः इ एव जि इति भवति. द्वारकरेड्डि अत्र पश्यतु, इज् स्थाने एव अन्त पूर्णतया आदेशः भवति, अनन्तरं इ योजनेन अन्ति इति भवति. अतः एव पठन्ति इति भवति, पठति. धन्यवादः भगिनि. पठति, पठतः, पठन्ति इति भवति, इति बहुवचने भवन्ति. अत्र क्लेशः अभवत् वा? तीतः अन्ति नास्ति खलु. इदानीमत्र अनन्तलक्ष्मी भगिनी पठतु मधिमपुरुषम्. दस् न विभक्तौ सुस्माः इत्यनेन सकारः लोपः लोपनिषेधः. इस् प्रथमं मध्यमपुरुषवचनं किम् अस्ति? मध्यमपुरुषे एकवचनं किम् अस्ति? नीलवर्णः क्षम्यताम्. सिप् हलन्त्यं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः, ति इति लट् प्रत्ययः निष्पन्नः. एकं दस् न विभक्तौ तुस्माः इत्यनेन सकारलोपनिषेधः निस्थाने रुस्थाने विसर्गः दस् इस् लोपः निषिध्यते इस् स्थाने रु धरु रुस्थाने विसर्गः धः इति लट् प्रत्ययः निष्पन्नः धा किमपि कार्यं नास्ति धा इत्येव लट् प्रत्ययः निष्पन्नः अत्र क्लेशः भवति वा सर्वे जानन्ति खलु चित्तस्थ किमर्थम् अत्र सीतहत इति भवति इदानीमेव पठितवन्तः पकारः अलञ्चं तस्य लोपः इत्यनेन ईत् भवति तस् न विभक्तौ तुष्माः इत्यनेन ईत् न भवति अनन्तरं तकारः तदेव तिष्ठति अत्र किमपि क्लेशः नास्ति एव इदानीं मिपुवसुमस् अस्ति अत्र गोदमल् पठतु हलन्तैयं तस्य लोपः इत्याभ्यां सूत्राभ्यां पकारस्य लोपः मि इति लट् प्रत्ययः निष्पन्नः वस् मस् न विभक्तौ तस्माः इत्यनेन सकारलोपः निषिध्यते स्थाने रुस्थाने विसर्गः वस् इस् लोपः निषिध्यते इस् स्थाने रु वरु रुस्थाने करवसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति अतः वहामः इदानीं मिप् वस् मस् अस्ति मि वहमः क्लेशः भवति वा क्लेशः भवति वा सर्वेषां कृते मूलकृतिं किं परिवर्तनं किम् अभवत् इति सर्वे जानन्ति खलु अग्रिमवर्गे अहम् एतत् विषये न गमिष्यामि अपि न विभक्तौ तुस्माः इत्युक्ते अहं न किं न अहं न जानामि भगिनि प्रथमवारम् आगच्छामि अत्र न विभक्तौ तुस्माः विभक्ति अस्ति अत्र तु इति अस्ति कुचुटु तुकु इति तु अस्ति पञ्चवर्णाः सन्ति तु इत्युक्ते तत् द म इति अस्ति अत्र पञ्चवर्णाः सन्ति अत्र इदानीं भवतः इति अस्ति चेत् अत्र किं भवति भवतः भवतस् इति भवति सकारः न लोपः भवति केन सूत्रेण इत्युक्ते न विभक्तौ तुष्माः इत्यनेन सकारस्य इत् न भवति अतः एव भवतः इति भवति भवतः प्रथमतकारः भवति एतत् सर्वे जानन्ति खलु भवतः प्रथमं किं भवति भवति भवतः भवन्ति भवसि भवतः भवत भवामि वहामः सकारः अस्ति परन्तु न लुप्यते केन सूत्रेण न विभक्तौ तुष्माः इत्यनेन सकारस्य इत् न भवति सर्वत्र भवति परन्तु अत्र न भवति एतदेव तु इति पञ्चवर्णाः सन्ति सकारः भवति मा मस् वस् अत्र सकारः इत् न भवति इदानीम् अवगच्छति वा द्वारकरेड्डि महोदय अवगच्छामि इदानीम् अग्रिमवर्गे तिप्तस्जी सिप्तस्त मिपुवस् मस् तीतः अन्ति सीतः त मिपुव मीवहमः अहम् एतत् विषये न गच्छामि. अस्तु माता, सर्वे जानन्ति वा न जानन्ति वा? जानीमः. उत्तमम्. अत्र तस्य लोपः लोपः एव भवति, अलन्त्यं लोपः एव भवति. शान्तभगिनी मनसि स्थापयतु, तस्य लोपः इति न भवति. केन सूत्रेण अत्र मया अत्र किम् एतत् विषये मम एकेन सूत्रेण इत् संज्ञा निष्पन्नः निषिध्यते. एकेन सूत्रेण एव इत् निषिध्यते. केन सूत्रेण? न विभक्तौ तु स्मः, न विभक्तौ तु स्मः. भवत्याः कृते एव बहुवारम् अत्र मया कृतम्. इदानीम् अत्र अग्रे गच्छेम. किम् अत्र अग्रे? अत्र आत्मनेपदिनः. इदानीमत्र सा आताम् एतदेव. सा आतां झ सास् आतां द्वम् ईडुवहि महीम्. एतत् विषये एव अग्रे गच्छामि. पुनरपि पुनरावलोकनं पुनः अवलोकनम्. अत्र सिंहः अस्ति, गच्छति एव, परन्तु पुनरपि अत्र अवलोकनं कृतम्. तदैव अहं न करोमि. किमर्थं चेत् अत्र बहुवारम् एतत् विषये अभवत् एव. मनसि स्थापयतु. सर्वे अत्र क्लेशः भवति चेत् अग्रिमवर्गे पृच्छतु, आरम्भकाले एव पृच्छतु. न तु अहम् एतत् विषये एव गच्छामि, लट् लोट् विषये गच्छामि. अत्रापि मूल प्रत्ययम् अस्ति, परन्तु अत्र परिवर्तनं भवति. सूत्राणि अपि सन्ति. गच्छेम. अस्तु, इदानीम् अत्र अञ्जना भगिनी मङ्गलश्लोकं वदतु. ॐ सहनाववतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु, मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः. धन्यवादः. वाट्साप् ग्रूप् अस्ति वा? भाषा ग्रूप् सम्भाषण ग्रूप् मध्ये अस्मि. वाट्साप् वाट्साप् वाट्साप् आम् भवतः अत्र किम् अस्ति? अन्तलक्ष्मी तस्य नाम अनन्तरं दूरवाण्यासङ्ख्या अस्ति, वदतु महोदय कृपया. 7075. एकनिमिषम्, आङ्ग्लभाषायां वदतु. सा तु लिखति एव. 7075. ग्रूप् मध्ये योजयतु. अस्तु, सर्वेभ्यः नमस्कारः. धन्यवादः. द्वारकनाथ रेड्डी.